नमस्सर्वेभ्यः अस्माकं त्रयोदशतमं संस्कृतभाषितं वर्गं प्रति स्वागतं। यथा प्रकारः ध्येयमन्त्रः दृश्यते किल? आं भगिनि। अस्तु, उत्तमम्। सीमा भगिनी, ॐ सह न भवतु, सह नौ भवन्तु। एकनिमिषं भगिनि, एकनिमिषम्, अहम् एकवारं वदामि, अग्रे भवती वदतु। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। धन्यवादः। अनेके अन्ये कोऽपि वक्तुम् इच्छति किम्? नैव इति मन्ये। ऐल् टेल्। अस्तु, वदतु। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। धन्यवादः। धन्यवादः। गतवर्गे अभ्यासपुस्तकम् आरम्भं कृतवन्तः, तत् समापयामः, यतोहि तत् करणीयमेव। लास्ट् टैम् वि हेड् लेफ्ट् इन्कम्प्लीट् द अभ्यासपुस्तकं, लेट् अस् कम्प्लीट् देट् बिफोर् वि डू द एक्ससैजस् अण्ड् द होम्वर्क्। अस्तु, विशालाक्षि भगिनी। सा अनिलचुल्लिः। उत्तमम्। सा बाष्पः। सा लिङ्गं किं? सा शब्दस्य सः बाष्पः, लैक् देट्। ओके, then e is what? E is feminine. Yeah, e is feminine. Sa droni. Uttamam. This is napumsaka limbam, no? Napumsaka limbam. Uttamam. Hmm. So what I should say, te na? No, no, this is Napumsak Lingam, no? Tat Patram. Tat Indanam, okay. Tat Patram. Mm-hmm. Sa Vidyut Chullihi. Uttamam, Dhanyavadaha Bhagini. Dhanyavada. Yashaswini Bhagini. Same one? Yeah, the other... Second, Dvivachanam Karotu. Dvivachanam. Achcha. This will be... one minute. Te, no? Te, and this will follow? Mati. Mati, Sri Linga. ते अनिल चुल्लि चुल्ले चुल्लि स्माल् इ नो सो इट् विल् बि यौ यौ नो no it will be mati mati shabdavat feels thrilling here mati mati over here I'll, so it will be longi it will be long yes yes so one mati chulli yeah te anila chulli anila chulli chulli okay then that will be tau very good correct yes tau. Very good Tau Bashpau. Uttamam. Then this will be Droniyau. So it will be Uttamam. Te, Te, one minute. Correct it is? Yes, correct it is. Te, Te, Te, Te, Droniyau. Hmm. And then this will be Tat, Tat, tam tatte no so te te indraname indrane vanam just keep vanam in mind whenever you feel vanam vane vanani te indhane that will be te patre te patre then this will be the same thing like the first one that will be te te correct no correct correct te vidyutcha li longi vidyutchulli once you decide what it is then you repeat it because you should be able to pronounce it vidyutchulli vidyutchulli chulli chulli dhanyavadah bhagini धन्यवादः मीनु मीनु भगिनी बहु बहुवचने वदतु आं भगिनि ताः अनिलचुल्यः चुल्लयः बिकास् दिस् इस् फालोयिङ्ग् मति मति शब्दः मतिशब्दः ईकारान्त स्त्रीलिङ्ग् अस्ति किल सो हा अत्र अस्ति स्त्रीलिङ्गे इकारान्त स्त्रीलिङ्गे रिमेम्बर् दट् इकारान्त पति शब्द इस् आल्सो देर् सो दट् इस् मास्क्युलैन् दट् लिटल् डिफ्रेण्ट् इट् इस् लिटल् डिफ्रेण्ट् बट् अदर्वैस् मोर् आर् लेस् इट् इस् द सेम् ओके सो मतयः विल् बिकम् चुल्लयः क्षम्यताम् चुल्लयः सः अनिलचुल्लयः ते बाष्पः ते किमर्थं ते द्विवचने अस्ति किल तर्हि बहुवचने करणीयं सः तौ बाष्पः करेक्ट् तौ तौ सो यु हव् टु टेल् सोरि ते ते बाष्पाः क्षम्यताम् ऐ थाट् यु ऐ थाट् यु ड्रिङ्क् दिस् वन् इन्धनम् Okay, I should do... Do anyone, Bhagini, I'm sorry, it is my mistake. Te Bashpaha. Uttamam. Taha Dronya. Uttamam. Nadivat. Taha Vidyo Chullayah. तानि पात्राणि तानि इन्धनानि उत्तमं धन्यवादः धन्यवादः अग्रे गीता भगिनी अहं मन्ये गीतमस्ति इत्युक्ते कोऽपि न आगतवन्तः गायनं करणीयम् इत्युक्ते अस्तु Yes, ma'am. Vadatu, Bhagini. कूपी ओके सा कूपी देन यूज द हियर हियर ऑल्सो नॉट ओनली देयर हियर नियर बाय ओके सा पिबथ वर्तिका एषा सिक्थवर्तिका What is it, ma'am? एषाः एषा स्त्रीलिङ्गे अस्ति किल ओके ओके ओके एषा एते एषाः एषा एते एताः अस्तु अग्रे सः अग्निः अग्निः द विसर्ग सः अग्निः द विसर्गः सः अग्निः टेक्स् द प्रनौन्सियेशन् आफ् द प्रिसीडिङ्ग् वावल् ओके सः अग्निः उत्तमम् काष्ठम् काष्ठम् विल् बी काष्ठम् इस् ऐ थिङ्क् नपुंसक मैम यस यस ओके सो इट विल बी तत् काष्ठम् दैट वाज राइट यस ओके आई सेड यस ओके ओके सः परशुः परशुः सः परशुः उत्तमम् एण्ड् जलकूपी जलकूपी जलकूपी उत्तमं द्विवचनं भवती एव करोतु ताः सो द्विवचनं विल् बि ताः नै ताः इस् बहुवचनं सो द्विवचनं विल् बि सा ते ताः किल सा ते ताः ओके ओके एपिता कुप्पी ए सा ते भगिनी ते यु हेव् टु टेल् बिकास् द्विवचनं टु बाटल्स् नो वि आर् इमेजिनिङ्ग् टु बाटल्स् इफ् इट्स् डिफिकल्ट् देन् वि विल् स्किप् दिस् बिकास् देर् आर् नो टु बाटल्स् वाट् फैनलि वेन् यु आर् स्पीकिङ्ग् द पिक्चर्स् विल् नाट् बि इन् फ्रण्ट् आफ़् यु रैट् सो देट् इस् वै एम् ट्रैङ्ग् टु गेट् युर् टु गेट् यूस् टु इट् बट् इफ् देट् इस् द पिक्चर् नौ सपोसिङ्ग् देर् आर् टु बाटल्स् ओवर् हियर् इन् एनी केस् यु हेव् डन् इट् रैट् सो यु विल् नो Yes, yes. That is why I am, because that is the practice. Alone, usually we will not do that kind of practice. And that kind of practice is also required. So, yes, yeah, if you want to continue, continue. Yeah, if there are two bottles. Te kupi. Te kupiyau. Why? Because nadi vat. You have to use the conjugation, which is there for nadi. कूपी इस् हियर् नो कूपी हियर् इट् इस् सो कूप्यौ कूप्यः देट् वे यु हेव् टु फालो इट् यु हेव् टु सी भगिनी यु हेव् टु सी द यु हेव् टु सी द एण्डिङ्ग् द लास्ट् पार्ट् एण्ड् जनरली इट् इस् स्त्रीलिङ्गे एण्ड् कूपी विल् फालो नदी इफ् देर् आर् एक्सेप्शन्स् यु विल् कम् अक्रास् इट् जनरली देट् इस् द Okay. Okay. So, Dvivachanam of the pronoun is te and Dvivachanam of the noun is kupyau. Similarly, you do this. When you see that, you should remember the base word. Now, mala. We have done siktavartika. So, we have to use the word mala like that. Okay. Frankly, I have not revised since the past 1 week actually. I was a little busy. Okay. I'll help you, don't worry. Sa te taha. I'll tell you. Sa te taha. Okay. Sita Vartika, right? Yeah. So, taha Sita Vartika. Taha Sita Vartikaha will be Bahuvachanam. Oh, yeah. Okay, we'll do one thing. We'll let somebody else do the... Yeah, taha Sita Vartikaha. And if it is two, then te Sita Vartike. Why? Because it follows the mala word. Yes. Mala. Male, mala, mala. Now this word again, agnihi, you will follow the patihi. Patihi is the first vibhakti is exactly like matihi, so you can say agnyaha if it is plural. Taha agnyaha. Taha te agnyaha. Te agnyaha. Te agnyaha. And tau agnyau. Tau agnyau. Agnyau, agnyau. Agnau. Agnau. Agnau. Because it is masculine. Similarly, this is Guruvat. So, this is Parshuha. Parashuhu. So, Guru, it is, you'll follow exactly the same like Guruhu. So, Guruhu, Guru, Guravaha. That is all you have to remember the logic, and then you have to follow the table for some time. And then, just keep the table in front of you, Bhagini. When you are doing the exercises, it requires practice. It requires practice naturally. Yes, sir. But once you keep on practicing, it will happen. Don't worry. So when you are practicing on your own, then you keep this table in front of you. And first you do this. Is this a sleeving or pulling word? And then you do it. Which one? So, No, I'm telling you how to practice. You keep on practicing okay, that. Okay. Asto? Asto. Dhanyavada, yes, Bhagini. Dhanyavada. Seema, Bhagini? Yeah. Tell me. Seema, Bhagini. Agnihi is pulling. Yeah. So the Bahuvachan will be Agnayaha. Agnayaha. Agnayaha. Because here half, no? Ga is also half, no? But na will be Agnyaha. Agnayaha, because you said... Agnayaha, Agnayaha, Agnayaha. Agnayaha. Agnayaha. Okay, thank you. Agnihi, the na will remain, he will go away, and Agnyaha, like Pati. So the na is Patayaha. Full. Yeah, na is full. No, Agnayaha. Like Pataya. Patayaha, like Pataya. अस्तु सीमा भगिनी सीमा भगिनी बहुवचनं करोतु बहुवचन ताः कुप्यः उत्तमम् ताः सिक्तवर्तिकाः सिक्त सिक्त वर्तिका वर्तिकाः सिक्त वर्तिकाः आहा अग्नि पुंलिंगे अस्ति पुंलिंगे अस्ति अग्नयः अग्नयः काष्ठं काष्ठं ताहा काष्ठः नैव काष्ठं तर्हि लिङ्गं किं ते काष्ठे लिङ्गं किं भगिनि काष्ठं सकलिङ्ग आं तर्हि तत् ते तानि एतत् तत् ते तानि एतत् एते एतानि तानि काष्ठानि उत्तमं सः पुरुष पर ताः किमर्थं ताः किमर्थं दट् इस् नपुंसकलिङ्ग पुंलिङ्ग परशुः इस् पुंलिङ्गे अस्तु किल पुंलिङ्ग तर्हि हा सः तौ ते ते परश परशवः परशवः गुरुवत् परशवः परशवः गुरवः परशवः परशवः यु हेव टु फालो दिस् टेबल् वेन् इट् इस् द सब्जेक्ट् and otherwise you have to follow when it is the object tritiya lingam tritiya vibhakti we have not done okay so taha jalakupya upyah yah upyah dhanyawad vishalakshi bhagini विशालाक्षी भगिनी अस्ति किं या सा ते ताः नो मञ्जूषा मञ्जूषा उन्दि सा मञ्जूषा मञ्जूषा मञ्जूषा देन् ते ते मञ्जुष् ते मञ्जुष्ये ताः मञ्जुष्याः मञ्जूषाः यु डोण्ट् नीड् टु पुट् यर् देर् नो नो वै बिकास् मालावत् माला माले मालाः okay okay okay actually I am wondering which I hope everybody is understanding the logic otherwise we'll not be able to use other words we have to practice and we have to write and practice that is the way and if there is some feedback regarding the method then I would really welcome it rather than us continuing in the same way correct okay And dhumaha is it is pullinga yes tamam so it will be saha naiva saha saha sorry saha and then saha That is what I have written. Saha Dhumaha. Saha Dhumaha. No, no, I want Saha Dhumaha. Saha Taute. But you did Saha Dhumaha first. First say Saha Dhumaha. Saha Dhumaha. Tau Dhume. Ramaha Ramaha Ramaha. Ramaha Ramaha. Saha Dhumau. तौ धूमौ तौ धूमौ स तौ ते स तौ ते ते ते रामः रामो रामः रामः ते धूमः धूमाः नौ वैर् धूमः विल् आल्वेस् बि प्लोरल् ओन्लि दे वोन्ट् बि टु धूमास् एन् आल् दट् बट् वि आर् डूङ्ग् इट् जस्ट् फार् द सेक् आफ़् एक्ससैज् दट्स् आल् जस्ट् फार् प्राक्टिस् वि आर् डूङ्ग् इट् जस्ट् फार् प्राक्टिस् And over here, there is one kashtam, the picture is one kashtam. But I'm trying to make you practice so that you get the practice. When you say two kashthe, that time you have to imagine that there are two pieces over there, okay? I hope everybody has got that. Yeah, yeah. Now, that is tat kashtam. Then te... काष्ठे काष्ठे काष्ठे एण्ड् तानि काष्ठानि करेक्ट् उत्तमं धन्यवादः भगिनी धन्यवादः क्विक् क्वश्चन् अबौट् द अर्लियर् स्लैड् या वै डस् इट् से सः बिफोर् अग्नि एण्ड् सः बिफोर् पर्शु जस्ट् टु टेल् यू आल् दट् इट् इस् पुंलिङ्ग बिकास् What did we learn so far? We have learned because we have done other things, but in this exercise, Abhyasa Pustakam, we learned that Ikarantaha is Strilingam, right? Yeah. That is the general rule. But there are some words which have Ikaranta, but they are Pumlingi. So here, Agnihi is Pumlingam. So also Parashuhu. Now for example, Mati and Pati, both are ending with E, right? Uh-huh. But Mati is, I should say Matihi, Matihi is Strilingam. And Patihi is Pumlingam. Yeah. There are some, that's why the challenge over here is there are words which you cannot take for granted. You cannot take them for granted. That is the only challenge actually. There's nothing to worry about that. Another question is, and I have Ikaranta and Ikaranta, when you are writing, how do you know which one is Dirgha and which one is Rasva? It depends on how you pronounce it. One, that is one way of knowing. The other is through practice, Bhagini. Okay. So if I say Pati, you will know there are two. Otherwise, I should say Patihi. Yeah. Yeah. So what you see is what you read, what you hear is what you write, generally. Sometimes we are not perfect, but it happens, it comes over time. The more practice you have, the more it you get it. But you have to practice working, that is inevitable. Yeah. And that is true of all learning, right? It's true of all learning. Practice only makes us better. Dhanyavad. Yashasvini Bhagini. This we have done. This we have done. Astu Bhagini. Now I can use the closed one. Yes, please. Esha. Esha Bashpasthali. Correct? Yes, supposing there are two. Esha, Eshe, no, sorry, Te, Te. No, Ete. Ete. Ete, Bhashpa Sthaliyau. Uttamam. Sthaliyau. Then, Etaha, Bhashpa Sthaliyah. Uttamam. Okay. Now, all are E only. Now I'll do. Acha. Karo tu. Haan. Suchuti, no? I'll do Suchuti. Suchuti. Suchuti. Okay. I'll use Esha only, huh? Esha. Esha Suchuti. Esha Suchuti. Ete. Suchutiyau, then etaha suchutiyah, uttamam, then agni petika, esha agni petika, ete agni petike, etaha agni petikaha, uttamam, eta, so that is a match box. Please remember that on Sayana. There is a matchbox now. I'll use Sa now. Yes. You can use any pronoun, no problem. Achha. As long as the Vachanam and the Lingam is correct. Sa Agni Shalaka. Shalaka. Shalaka. Shalaka. Shalaka. Sa Agni Shalaka. Te Agni Shalake. Taha Agni Shalakaha. Sa Chodhani. Then Te Chodhinyau. Uttamam. Taha Chodhanyaha. Uttamam. Esha Chulli. Chulli. Ete Chulli. Ete Chulliyau. एताः चुल्याः नो चुल्यः Actually, you can even put it as Chulli Aapakaha, okay, this one. Chulli Aapakaha, so this is microwave, right? Achcha. Now you use Aapakaha separately, no problem. Separately, then Aapakaha will become masculine, no? Yes, yes. So it will be, one minute, Esha. एषः आपकः एषः आपकः एतौ आपक आपकौ आपाकौ आपाकौ करेक्ट् आपाकौ देन् एते आप आप आपकः आपाकः आपाकः आपाकः आपाकः उत्तमं धन्यवादः धन्यवादः अस्तु मीनु भगिनि सा भित्तिः ते मतिवत् मतिवत् मतिः वत् ते मती तर्हि एतत् किं ते भीति ताः भित्यः भित्तयः सो इट् बि अच्छा भित्तय द फुल् त भित्तयः वन् थर्ड् इस् हाफ् एण्ड् वन् थर्ड् इस् फुल् ओके भित्तयः ते भित्तयः ताः भित्तयः भित्तयः ताः भित्तयः भित्तयः उत्तमम् अग्रिमं करोतु मुद्रणयन्त्रं नपुंसकलिङ्ग् तत् मुद्रणयन्त्रं ते मुद्रणयन्त्रे उत्तमं तानि मुद्रणयन्त्राणि उत्तमम् एतत् करोतु तापानुकूलकः सः तापानुकूलकः तौ तापानुकूलकः तापानुकूलकः तापानुकूलकः तौ तापानुकूलकौ ते तापानुकूलकाः उत्तमं धन्यवादः भगिनि नीता भगिनी यस् मेम् लिङ्गं वदतु आदौ वातायनं राइट् या लिङ्गं किम् that is one more thing which everybody will experience that the language is quite volatile you have to keep on revising it that is no problem but we have to revise astu vadantu bhagini I will tell you vanam napumsaklingam napumsakalingam apicha tatte tani etat ete etani idani vadatu vanam vane vanani tavat karatu so it will be ते वात्यासनमे वातायने वातायने तौ ते द्विचे द्विवचनं सो तत् ते तानि यु रैट् इट् डौन् भगिनि तत् ते तानि तत् ते तानि यस् मेम् तत् ते तानि सो तत् नौ यु टेल् तत् वातायने नो तत् वातायनं ते वातायने तानि वातायनानि वाट् विल् तत् बि तत् विल् बि वातायनं वन् नो तत् ते तानि सिङ्गल् डबल् एण्ड् देन् ड्यूयल् एण्ड् देन् बहुवचनं सो तत् वातायनं ते वातायने तानि वातायनानि लैक् देट् I will repeat once, ma'am. Yeah. You want I to shall repeat? Yeah, you repeat it. Please tat, repeat it. Tat vatayanam te vatayane and tani vatayanani vatayani vatayanani vatayanani Now, this one you do? उत्पीठिका नो डू दिस् वन् दूरदर्शनं देट् इस् आल्सो नपुंसकलिङ्ग् ओके दूरदर्शनं ओके दूरदर्शनं ते दूरदर्शने तानि दूरदर्शनानि उत्तमं डू दिस् वन् विद्युत् वेर् इस् इट् मेम् फस्ट् ऐ नीड् टु सी वाट् लिङ्ग् वाट् इस् द लिङ्गम् लिङ्गम् रामः लैक् राम ऐ थिङ्क् इट् इस् या पुलिङ्गं पुंलिङ्गम् वदतु इदानीं रामः रामौ रामः सः तौ ते एषः एतौ एते यु न केन् यु हियर् मी सः तौ ते रामः रामौ रामः तो सः विद्युद्दीपः विद्युद्दीपः ते विद्युद्दीपे नो भगिनि सः तौ ते सो ड्यूल् विल् बि तौ सः विद्युद्दीपौ ते विद्युद्दीपाः What was the second one? Saha tau. Saha tau te. Saha. Okay. Saha tau te. So, saha vidyudhipaha. Saha vidyudhipaha. Tau. Tau vidyudhipau. And te vidyudhipe. दीपाः दीपाः वै बिकास् रामः रामः रामाः ओके यस् मम यस् मम एक्चुली ऐ हव् नाट् प्राक्टिस् सारी इट् रिक्वायर्स् प्राक्टिस् नो प्राब्लम् यस् मम ऐ हेवन्ट् डन् इट् एक्चुली ओके नो प्राब्लम् नो प्राब्लम् धन्यवादः भगिनी सीमा भगिनी सीमा भगिनी एतत् करोतु उत्पीठिका टेबल् सा उत्पीठिका उत्पीठिका सा उत्पीठिका ते उत्पीठिके उत्पीठिके उत्तमं ताः उत्पीठिकाः उत्पीठिकाः सी दिस् इस् वेर् नो हौ टु रिमेम्बर् विद् इट् इस् रस्वा ओर् If you pronounce it correctly, then generally you will pronounce it. Uttama. Agrimam karotu. Namaste Priya Bhagini. Aham Drishtavati. Saha kataha. Hmm. Katau. Hmm. Kataha. उत्तमम्. एतत् करोतु. चलनचित्रम् इस् मूवी. तत् चलनचित्रं ते चलनचित्रे तानि चलनचित्राणि. चित्राणि यु हाव् टु टेल् बिकास् देर् इस् अ रूल् विच् सेस् अबौट् र. सो चित्राणि तानि चलनचित्राणि चलनचित्राणि. एतत् करोतु. डाल् सञ्चिका ते सञ्चिके ताः सञ्चिकाः. उत्तमं भगिनि, धन्यवादः. इत्युक्ते फैल्स् नो भगिनि, क्षम्यताम्. ऐ थाट् ढोलिया सञ्चिका इस् फैल्स्. क्षम्यताम्. अस्तु भगिनि, सम्यक्, क्षम्यतां. धन्यवादः च. प्रिया भगिनि, नमस्ते भगिनि, थेङ्क् यु. सञ्चिका न श्रूयते भगिनि. सा सञ्चिका, तौ सञ्चिके, सा ते ताः, सा ते ताः, माला माले मालाः. क्षम्यतां भगिनि. सा सञ्चिका, ते सञ्चिके, ताः सञ्चिकाः. पुस्तकम्, एतत् पुस्तकम्, एते पुस्तके, एतानि पुस्तकानि. निधानिका, निधानिका इत्युक्ते शेल्फ़् भगिनि. अस्तु भगिनि. सा निधानिका, ते निधानिके, ताः निधानिकाः. उपादानम्, उपादानं, ट्रे. वाट् इस् दट् भगिनि? ट्रे, ट्रे. ओ अस्तु भगिनि, अस्तु. एतत् उपादानम्, एते उपादाने, एतानि उपादानि. उपादानानि, नाट् दानि, लैक् वनं, नो. सो वनानि, सो यु हव् टु टेक् द लास्ट् वन्. उपादानानि. आं भगिनि, उपादानानि. अस्तु, धन्यवादः भगिनि. धन्यवादः भगिनि, धन्यवादः. दिस् विल् कीप् फार् होम् वर्क्. ओके, अभ्यासपुस्तकं समाप्तम्. अस्तु, इदानीं सम्भाषणम्. ऐ हेड् अर्लियर् आल्सो सेण्ट् बिकास् ऐ हेव् गाट् फीड्बेक् सेङ्ग् देट् वी वाण्ट् टु नो हौ टु टेल् सेण्टेन्सेस्. We have to finish all the vibhaktis before we can form sentences in all the vibhaktis, and therefore I started this sambhashanam thing so that you all can see what is the time and get used to it for the beginning, and then later on in any case it will be there as part of our syllabus. So what I suggest is, since we are few people today, let us read 5-5 together, no problem. Priya bhagini, dhanyavadah. Vishalakshi bhagini. सम्भाषणं. कः समयः? सपादचतुरवादनं. द्विवादने अवश्यं गन्तव्यम् अस्ति. अस्ति द्विवादने अस्ति त्रिवादने एकं यानम् अस्ति. पादोन षड्वादने भवान् मिलति वा? मिलति वा? सार्धपञ्चवादने अहं गृहे तिष्ठामि. उत्तमं, धन्यवादः. यशस्विनी भगिनी, पञ्च ऊन दश. जस्ट् फर् इन्फर्मेशन्, दिस् केन् आल्सो बि रेड् एस् पञ्चोन. जस्ट् फर् इन्फर्मेशन्. पञ्चोन दशवादने मम घटी स्थगिता. माय वाच् स्टॉप्ड्. माय वाच् हैज स्टॉप्ड 5 मिनट्स टू 10 ओ'क्लॉक. पंचोन, दैट इज संस्कृत संस्कृतवार्ताप्रसारः सायं दशाधिकषड्वादने षड्वादने सार्धं द्विघण्टात्मकः कार्यक्रमः इस् अ प्रोग्राम् फार् टु अण्ड् हाफ् अवर् षड्वादनपर्यन्तं तत्र किं करोति षड्वादनपर्यन्तं किं करोति so there you can when you are doing exercise when you are revising on your own some places you all can come to know like tatra kim karoti tatra is there like that only we have to astu dhanyawada bhagini meenu bhagini am bhagini idani bhavatah samayavakashah asti va रविवासरे भगिनि ऐ थिङ्क् यु रीड् द इङ्ग्लिश् आल्सो बिकास् ऐ थिङ्क् अदर्वैस् विल् मिस् औट् आन् द मीनिङ्ग् ओके ओके इदानीं भवतः समयावकाशः अस्ति वा आर् यु फ्री नौ केन् यु स्पेर् अ फ्यू मिनिट्स् फोर् मी रविवासरे कः दिनाङ्कः वाट् डेट् इस् सन्डे रविवासरे चतुर्विंशतितमदिनाङ्कः सन्डे इस् 24 पञ्चदशदिनाङ्के कः वासरः विच् वाट् डे इस् 15 भवतः शाला कदा आरब्धा वेन् डिड् योर् स्कूल् बिगिन् या बिकास् दीस् आर् आल् फार्म्स् विच् यु हेव् नाट् लर्न्ड् So, Arabdha and all are all adjectives. So, this is the way you can practice. Bhavatah Shala Kada Arabdha Dhanyavadaha Bhagini. Neeta Bhagini. Yes, ma'am. June Prathamadi Nanke on 1st June. Bhavatah जन्मदिनाङ्कः कः विच् वाट् इस् योर् डेट् आफ् बर्त् अष्टादश दश षडशीति षडशीति षड् वै बिकास् देर् इस् नो हलन्त् डौन् नो सो षडशीतिः षडशीति शीतिः 18 अक्टोबर् या क्षम्यताम् इदानीं भवत् नैव नैव भगिनी इदानीम् 18 अक्टोबर् शाला दशवादनतः किल वादनतः किल The school is from 10 o'clock, isn't it? Itopi yeteshtam samayaha asti. Still, there is a lot of time. Saha shadda vadantaha वादन्तः वादनतः सप्तवादनपर्यन्तं योगासनं करोति हि डस् योगासन् अट् 7 AM फ्रोम् 6 AM टु 7 AM बिकास् ओवर् हियर् इट् इस् गेर् तः नो या या अस्तु धन्यवादः भगिनि अत्र मेसेजेस् सन्ति किं चाट् बाक्स् मध्ये एकनिमिषः हा डोण्ट् वरि नमस्ते प्रिया भगिनी नीता भगिनी चिन्ता मास्तु वी आर् आल् एडल्ट् सो ऐ केन् अण्डर्स्टाण्ड् मेनि थिङ्ग्स् टु डोण्ट् वरि अस्तु सीमा भगिनी. मम घटी निमेषद्वयम् अग्रे सरति. माय वाच् गोस् 2 मिनिट्स् फास्ट् एव्रि डे. समये आगच्छतु. कम् इन् टैम्. अरे दशवादनम्. ओ इट् इस् 10 o'clock. भवतः आकाशवाणी समयः वा इस् युवर् रेडियो टैम्. इदानीं यथार्थः समयः कः? वाट् इस् द एक्साक्ट् टैम् नौ? धन्यवादः भगिनी. प्रिया भगिनी. आं भगिनि. किमर्थम् एतावान् विलम्बः? वै आर् यू सो लेट्? धन्यवादः भगिनि. धन्यवादः. एकनिमिष इदानीं कोऽपि गातुम् इच्छति किम्? प्रिया भगिनी गातुमिच्छति किम्? अस्तु भगिनि. आं भगिनि गायतु. ट्यून् ऐ डोण्ट् गेट् इट् भगिनि. देवता. इट्स् ओके भगिनि. जस्ट् ट्रै वित् द ट्यून् दट् यू हेव् लर्न्ड्. नो प्राब्लम्. अस्तु भगिनि. मम माता देवता, मम माता देवता, अतिसरला मयि मृदुला, गृहकुशला सातुला. मम माता देवता, मम माता देवता, अतिसरला मयि मृदुला, गृहकुशला सातुला. धन्यवादः भगिनि. पाययति दुग्धं, भोजयति भक्ष्यम्. पालयति दुग्धं. पाययति इस् टु मेक् समबडि ड्रिंक. सो शी मेक्स् माय मदर मेक्स् मी ड्रिंक मिल्क्. मेक्स् मी ईट फूड. ओके. पालयति दुग्धं. पाय अस्तु भगिनि. पाययति दुग्धं, भोजयति भोजयति भक्ष्यं, लालयति नित्यं, तोषयति चित्तं. सायंकाले निराजयति. अद् वाट् इस् दट् भगिनि? सायंकाले निराजयति, पाठयति च माम्. सायंकाले निराजयति, पाठयति च माम्. शुभं करोति. पाठयति च माम्. अस्तु भगिनि. धन्यवादः भगिनि. अस्तु अस्तु. इस् देयर एनीबडि एल्स् हू हेज़? लेट् मी गो थ्रू द. विजय महोदय गातुम् इच्छति किम्? विजय महोदय. सोरि मेम्. माता, मम माता देवता, मम माता देवता, मम माता देवता, मम माता देवता, अतिसरला मयि मृदुला, अतिसरला मयि मृदुला, अतिसरला मयि मृदुला माता, अतिसरला मयि मृदुला माता, गृहकुशला सातुला. गृहकुशला सातुला पाययति दुग्धं भोजयति भक्षं पायति पाययति दुग्धं भोजयति भक्षं लालयति नित्यं तोषयति चित्तं लालयति नित्यं तोषयति चित्तं सायंकाले नीराजयति सायंकाले नीराजयति पाठयति च मां पाठयति च मां पाठयति च मां पाठयति च पाठयति च मां शुभं करोति शुभं करोत् करुत्वं कल्याणं हा शुभं शुभं कुरुत्वं कल्याणम् आरोग्यं धनसम्पदः दुष्टबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते पाठयति च मां पाठयति च मां पाठयति च पाठयति च पाठयति च पाठयति च मां शुभं करोति रात्रौ अङ्के मां स्वापयति रात्रौ अङ्के मां स्वापयति मधु मधु मधु मधु मधु मधु मधु मधु मधुरं गीतं गायति माता मधु मधु मधु मधु मधु मधु मधु मधु मधुरं गीतं गायति आ उत्तमं भगिनि धन्यवादः उत्तमं धन्यवादः धन्यवादः बहु समीचीनं किल समीचीनं अहमपि सन्तुष्टा अण्ड् दट्स् हौ नो इण्ट्रेस्ट् आर् डिफ़्रेण्ट् सम् विल् लर्न् दिस् सम् विल् लर्न् देट् सम् वि हव् टु दट्स् हौ सैनर्जि विल् बिल् अस्तु यशस्विनी भगिनी गातुम् इच्छति किं पास् किम् अस्तु मीनु भगिनी गातुम् इच्छति किम् आं भगिनि अस्तु आम् मम मातादि सोरि ऐ एम् नाट् द सेम् मम माता देवता मम माता देवता मम माता देवता मम माता देवता अतिसरला मयि मृदुला अतिसरला मयि मृदुला अतिसरला मयि मृदुला अतिसरला मयि मृदुला गृहकुशला सा अतुला गृहकुशला सा अतुला पाययति दुःखं भोजयति भक्षं पाययति दुःखं भोजयति भक्षं लालयति नित्यं तोषयति चित्तं लालयति नित्यं तोषयति चित्तं सायंकाले नीराजयति सायंकाले नीराजयति पाठयति च मां पाठयति च मां पाठयति च पाठयति च पाठयति च मां शुभं शुभं करोति चिन्ता मास्तु अग्रे शुभं कुरु त्वं कल्याणम् आरोग्यं धनसम्पदः तुष्टबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते पाठयति च मां शुभं करोति पाठयति च मां शुभं करोति मां शुभं करोति मां शुभं करोति रात्रौ अङ्के रात्रौ अङ्के रात्रौ अङ्के मां स्वापयति रात्रौ अङ्के मां स्वापयति मधु मधु मधु मधु मधु मधु मधु मधु मधुर्गीतं गायति मधु मधु मधु मधु मधु मधु मधु मधु मधुरं गीतं गायति That much I can sing. Very good. Very nice, Bhagini. धन्यवादः धन्यवादः उत्तमं नीता भगिनी नीता भगिनी नीता भगिनी गातुम् इच्छति किम् अस्तु अस्तु सीमा भगिनी It's morning over there. If I start singing, everybody will go to sleep. They won't. Try it, Bhagini. Dhanyavadaha aneke. This singing is one part of singing without any force, of course, is a part of learning. And dhanyavadaha aneke. Astu. Idanim, grahakaryam, vakyani. रचितानि वा केनपि केनपि वाक्यानि रचितानि किं सेण्टेन्सेस् ऐ हेड् ऐ हेव् डन् सम् यस् वि विल् डू देट् वि केन् गो अराउण्ड् द टेबल् आल्सो प्रिया भगिनी हेव् यु मेड् सेण्टेन्सेस् न भगिनी एक्चुलि I couldn't be shifted and got busy with this settling down, Bhagini. Chintam. Probably from next week, I will start doing it properly, Bhagini. Okay. Chintam. Vijay Mahode? Vijay Mahode? Vakyani Rachitavan Kim? Sorry, no. Madam. Nain Gokim. Chintam. Vishalakshi Bhagini? No, I have not done. Astu. I have not done. Yashasvini Bhagini? I just finished. I'll tell you the sentence in English. Yeah. And then I'll tell you what I did, whether it's correct, okay? Now you tell me in Sanskrit and then you tell in English. Okay. Or you can do either way, no problem. Okay, just 1 minute. मम नगरे सुन्दरं विद्यालय अस्ति सुन्दरं विद्यालय अस्ति नौ सुन्दरं विद्यालयं यु हेव् टु टेल् बिकास् विद्यालयम् अस्ति किम् अस्ति विद्यालयम् अस्ति इट् इस् द आब्जेक्ट् ओवर् हियर् सो यु हेव् टु यूस् द्वितीया विभक्ति ओके मम नगरे सुन्दरं विद्यालयम् अस्ति उत्तमम् इट्स् ओके Then it's the yeah. sentence is correct. Next one. I can tell the others also which I made. Yes, please. The idea is to share, yeah. This, I'm not sure about this. No, no problem. Balaha, Balikaha cha Vidyalayam Gachanti. Uttam. Correct? Agree. It's correct. Perfectly right. विद्यालयः बालः बालिकाः च विद्यालयं गच्छन्ति उत्तमम् अच्छा वाहनं बालकं विद्यालयं गच्छन्ति ऐ डिन्ट् गेट् दिस् बिकास् वाट् इस् द इङ्ग्लिश् वाट् इस् इट् दट् नौ सी फार् एक्साम्पल् ऐ वाण्ट् टु टेल् दट् One minute, I'll explain to you. Now in the first one you said Balaha, Balikaha. Because they were a subject, you put it in the Prathama Vibhakti. Yeah. Now, over here you have put Vahanam and Balakam. That means both are objects. Of course, Achha. Vahanam, you can't really tell in that sense because Vahanam is this one, Napumsakalingam. But you can make out. So, Vahanam, Balakam, what is that? Vidyalayam Gachati. Actually, I wanted to tell that the school bus takes the children to school. or the school bus takes the children. That then you have to tell vahanam, or if you want to tell children vahanam, and if you want to tell children then balakan you have to tell. Why? Because it is the object, right? Vahanam. So I have to tell balakan. Balakan vidyalayam nayati. Nayanti. Vahanam nayati, right? The verb has to match with the Acha, nayati. Okay. You tell vahanani, then nayanti. Acha. Okay. Agreed. Then, अध्यापिका च बालकौ बालिकाः च विद्यालयम् इच्छन्ति. दे लैक् दे लैक् स्कूल्. हू आल् लैक् स्कूल्? टीचर्स् एण्ड् स्टूडेण्ट्स् लैक् स्कूल्. So you can't put cha balaka, you tell adhyapakah, adhyapikah, balikah, balakah, cha, vidyalayam, icchanti. Achha, the cha you have to put after all four. Yeah, but as far as possible, Bhagni, because we have not done cha usage actually. Yeah. It is good that you have done it, but for the others, cha means and, okay, just for the benefit of others. अस्तु भगिनी, धन्यवादाः. विल् जस्ट् सी द सेण्टेन्सेस् आफ़् दि अदर् स्टूडेण्ट्स् एण्ड् देन् वी विल् डू योर् अगेन् नो प्रोब्लम्. मीनू भगिनी, ऐ हेव् एक्चुलि नाट् पेड् सेण्टेन्सेस् लैक् दिस्. ऐ थिङ्क् ऐ ट्रै दिस् वीक्. ऐ जस्ट् पुट् सिम्पल् वट् वी हेड् डन् इन् द अभ्यास पुस्तकं. सो ऐ थिङ्क् ऐ ट्रै. ऐ थिङ्क् दिस् इस् अ गुड् वे. ऐ जस्ट् हेव् अ वेरि सिम्पल् लैक् यु नो एषा शिला. So I think that is not the one we were wanting to do. So I'll share next time. Yeah, because we have done two vibhaktis, the Prathama and Dvitiya vibhakti. That is why I want you all to make those kind of sentences. Yes. So that you, because now this Asia and A, mostly everybody knows. Okay. Yes. So that simple sentences mostly everybody knows. So little object, I will do that next time. Yes. Okay. Chinta mast. Neeta Bhagini? Ma'am, I have not done it. Absolutely. Chinta mast. Seema Bhagini? Sorry. No. Why? Sorry, Bhagini. No problem. Seema Bhagini? More than what I sent you, but I did finish some of the pages from the book. Wonderful. And I just to make sure they are correct. Yeah. Uttam. What it is saying is saha vidyalaye pathati, and then saha vidyalaye pathati. She studies in school. Correct. Vidyalaye pathanti, is that correct? Te vidyalaye pathanti is correct, because vidyalaye is the seventh vibhakti, but you have not done the seventh vibhakti, Bhagini. So remember that it is the you know what I'm saying, you have to remember that it is vidyalaye. Yeah. And sa guruhe vasati, and taha taha gruhani vasati. No, that is why you because you will have to use the griha yoho. You have to use, so seventh vibhakti try not to use, because otherwise there will be confusion. And no problem. Karyalaye tishtati. They karyalaye tishtanti. Yeah, they are waiting at the office. No problem. I am little bit confused about latayam pushpam vikasati. Latayam pushpam. Latayam is correct, because lata is strilinge, and you are telling that there are flowers in the creepers, right? Okay, so latah pushpam vikasati. Vikasanti? Latayam. You said latayam, right? Yeah, but bahuvachan is lataha. No, Bhagini. The vibhakti is different over here. Latayam pushpam vikasati. Mm-hmm. You're actually telling that there are flowers on the creepers, right? I thought they are asking me to do the Bahuvachan for that, Latayam Pushpam Vikasati. So Latayam is 7th Vibhakti. Oh yeah, that's true. So that you cannot change. That's true, okay. Yeah, that you cannot change. Okay, okay, got it. Yeah, that is, that you have to remember. Okay, thanks. No problem. Bhagini, can we say like this? Latayam Pushpani Vikasanti. Yeah. Is that right? Yeah. Yeah. Yeah. But you have to remember what the, you have to remember Latayam, you're saying on the creepers. Okay. The creepers. Okay, Bhagini. Yeah. Astaga. So and I'm telling only grammatically, on the creepers, if there are flowers, we are saying that they are blooming on the flower, on the creeper. Okay, I had expected that there will be more sentences. Yashasvini Bhagini, we can continue with your sentences. I had done last time. Yeah, the small ones. I have used pronouns and done it. Aham dugdam pibati. Aha, pibati is which person? Pibati. Hmm. Pibata, aham will be? Aham will be? Aham. Aham. Is the third person, this thing, for Uttama Purusha. Uttamam. Uttamam. Uttamam. Ekvachan. Ekvachanam. Ekvachanam. So how pibati is what? Saha pibati. Aham pibami. So pibami. Oh, sorry. Yeah. Yeah. Only for that only I want. Pibami. Uttam pibami. Uttamam. Agree? Then I wrote Yuvam. Yuvam kim then that part will be wrong. Yuvam is what? Second madhyama purushah dvitiya vachanam dvivachanam kshamitam dvivachanam it is, no? Dvivachanam. So it this will be pibhatah tah. Uttama. Pibhatah. Pibathah. Okay. Then, avam chayam. Chayah. Avam chayah pibavah. Chayah nayo. Chayam. Why chayam? Why chayam? Because it is the object. Avam chayam pibavah. Correct? Uttamam. Then, vayam कषायः पिबामः यः नैव कषायम् बिकाज़् इट् इस् ऑब्जेक्ट् कषायम् ओके कषायम् पिबामः करेक्ट् यस् उत्तमम् देन् यूयं परीक्षामं कदा यूयं परीक्षामं कदा नो नो भगिनि No, it is not correct. Because, what is UM? When are your exams? You are. When are your exams, right? Your exams when you have to use 6th Vibhakti, which we have not done. That is why I have specific... Okay, yeah. Okay, yeah. I cancel that. Then, yeah. Saha Gavam Kada Gachati. What is Gavam? Gavam is a native place. No, Nagaram. You tell Nagaram only. Swanagare is it. Swanagaram. Swanagaram. Swanagaram. There is no word like Gavam. No? Nagaram. No. That's why I would suggest that you all see the dictionary before you all make the sentence. Okay. And not only that, Bhagini, there are Sakaranta Pumlinga, Sakaranta Napumsakalinga. So, I'm expecting that when you make sentences, you use what we have done from the Abhyasa Pustakam. And the Prathama Vibhakti and the Dvitiya Vibhakti. Okay. Saha Kim Khadati. Saha Kim Khadati. Uttama. Correct. And then the last sentence. Vayam Darshana Bhagini Ichchama. Evam eva Vakyam Kritavati Athava. Bhaginim. Bhaginim. That is an object. So it becomes Nima. Nima. Bhaginim. Bhaginim. Bhaginim. Neem. Ichchamah. Neem. Ichchamah. Correct? Neem. yes. Okay, thank you so much, ma'am. Okay, I had expected that there will be more sentences, and therefore I prepared only for this, and I think we'll wind up in that case a little early. I will make up next time. We can keep something ready, no problem. Astu. Shanti Mantra Vijay Mahodaya Pathati Kim? Shanti Mantra Vijay Mahodaya? Aam Bhagini. Sarve Bhavantu Sukhinah, Sarve Santu Niramayah, Sarve Bhadrani Pasyantu, Mam Kaschit दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. मा कश्चित् के मा इति. अस्तु, अनेके धन्यवादाः. अग्रिमे कक्षायां मिलामः. धन्यवादाः. धन्यवादः. धन्यवादः. धन्यवादः. थैंक्स फॉर स्पेंडिंग सो मच. धन्यवादः. Yes, Seema, I said thanks for spending so much time on my homework. No, not at all. Not at all. Dhanyavada. Dhanyavada, Bhagini. Bhagini, actually, that's what I... because of the shifting, I couldn't concentrate in this, actually, Bhagini. For the homework, I have to again go through the link, or where should I find it, Bhagini? Yeah, actually, I send it in the mail when I have not given specific sentences. What I why I did not give separately is because we have already done the vocabulary in the Abhyasa Pustakam. So what I expected was to take the nouns from there. So you learn what is Sanchika, what is Kunchika, what is Agnihi and all that. And make sentences with the verbs that we have learned. And we have done Prathama Vibhaktihi and Dvitiya Vibhaktihi. So once as the subject, once as the object, you can do it like that. Oh, so I follow the Abhyasa Pustaka and then frame some sentences. Yes. Okay, Bhagini. Astu, Bhagini. Yeah. So, Prathama Vibhakti and Dvitiya Vibhakti. Only two Vibhakti. Astu, Bhagini. Yeah. Okay, Bhagini. Yeah, and also actually Dubai. For joining late, actually I am in Dubai, so the time is morning 6 o'clock and it's a weekend. Okay. Actually, that's why I am getting little bit delayed in getting connected also. Shamyatam for that. No problem. In fact, I should say sorry because I wound up earlier. No problem, Bhagini. Dhanyavadaha, Bhagini. If anything, I will message you, Bhagini. Please, go ahead. Did you give your pariksha? 1 minute, I'll stop the recording.